पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 12 भीष्म उवाच सोमवंशकथं जाधकथयात्र विशारद तद्वंशे केतुराजानो बभूवु कीर्तिवर्धनाः पुलस्त्य उवाच आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा अनन्तरं नाम तपःसृष्ट्यर्थं तप्तवान् विभुः यदानन्दकरं ब्रह्मभगवन् क्लेशनाशनं ब्रह्मरुद्रेन्द्रसूर्याणामभ्यन्तरमदीन्द्रियं शान्तिं कृत्वात्मनसा तदत्रिः संयमे स्थितः माहात्म्यं तपसोऽवापि परमानन्दकारकं यस्माद्वंशपदि सार्थं समये तदधिष्ठदः तं दृष्ट्वा चष्टसोमेन तस्मात् सोमोऽभवद्विभुः अध शुश्रावनेत्राभ्यां जलं तत्रात्रिसम्भवं द्योदयद्विश्वमखिलं ज्योत्स्नया सचराचरं तद्धिशो जगृहुस्तत्र स्त्रीरूपेणा सहृच्छयाः गर्भो भूत्वोदरे तासां स्थितः सोऽप्यत्रिसम्भवः आशाश्च मुमुचुर्गर्भमशक्ताद्धारणे तदः समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः युवानमकरोद्ब्रह्मा सर्वायुधरं नरं स्यन्दनेथ सहस्तेन वेदशक्तिमये प्रभुः आरोप्य लोकमनयदात्मीयं स पितामहः ततो ब्रह्मर्षिभिप्रोक्तं ह्यस्मत्स्वामी भवत्वयं ऋषिभिर्देवगन्धर्वैरप्सरोभिस्तथैव च स्तूयमानस्य तस्याभूदधिकं महदन्तरं तेजो वितानादभवद्भुवि दिव्यौषधीगणः तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा तेनौषधीश सोमोऽभूद्विजेष्वभिः गण्यते वेदधामारसच्चायं यदिदं मण्डलं शुभम् क्षीयदे वर्धते चैव शुक्ले कृष्णे च सर्वदा विंशतिं च तथा सप्तदक्षप्राचेतसो ददौ रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः ततःशक्तिसहस्राणां सहस्राणि दशैव तु तपश्चकारशीदांशुर्विष्णुध्यानैकतत्परः ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः वरं वृणीष्व चोवाच परमात्मा जनार्दनः ततो वव्रे वरं सोमशक्रलोके यजाम्यहम् प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे राजसूये सुरगणा ब्रह्माद्याये चतुर्विधाः रक्षपालसुरोऽस्माकमास्तां शूलधरोहरः तदेत्युक्तसमजह्रे राजसूयं तु विष्णुना होतात्रिर्भृगुरध्वर्युरुद्गादा च चतुर्मुखः ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिस्वयम् सदस्याः सर्वदेवास्तु राजसूयविधिस्मृतः वसवोध्वर्यवस्तद्वद्विश्वे देवास्तथैव च त्रैलोक्यं दक्षिणातेन ऋत्विग्भ्यः प्रतिपादिता सोमः प्राप्याथ दुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतम् सप्तलोकैकनाथत्वं प्राप्तस्वतपसा तदा कदाचिदुद्यानगदामपश्यदनेकपुष्पाभरणोपशोभां बृहन्निदम्बस्तनभारखेदां पुष्पावभङ्गेऽप्यदि दुर्बलाङ्गीं भार्यां च दां देव गुरोरनङ्गबाणाभिरामाय दचारुनेत्रां तारां स ताराधिपदिस्मरार्थः केशेषु जग्राहविविक्तभूमौ सापि स्मरार्ता सहते नरेमे तद्रूपकान्त्याहृदमानसैव चिरं विहृत्याथ जगामतारां विधुर्गृहीत्वा स्वगृहं ततोऽपि न तृप्तिरासीत् स्वगृहेऽपि तस्य तारानुरक्तस्य सुखागमेषु बृहस्पतिस्तद्विरहाग्निदग्धस्तध्याननिष्ठैकमना बभूव शशाकशापं न च दातुमस्मै न मन्त्रशस्त्राग्निविषैरनेकैः स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनं गदप्तः स याज्यमानोऽपि ददौ न भार्यां बृहस्पदे कामवशेन मोहितः महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः ददौ यदा तां न कथं चिदिं दुस्तदा शिवक्रोधपरो बभूव यो वामदेवप्रधिधः पृथिव्यामनेकरुद्रार्चितपादपद्मः ततः स शिष्यो गिरिशः पिनाकी बृहस्पदे स्नेहवशानुबद्धः धनुर्गृहीत्वा जगवं पुरारिर्जगामभूतेश्वर सिद्धजुष्टः युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोऽग्रमूर्तिः यक्षेश्वराणां सगणैरनेकैर्युतोऽन्वगात्स्यं धन संस्थितानां वेदालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानां लक्षैस्त्रिभिर्द्वादशभिरथानां सोमोऽप्यगात्तत्र विवृद्धमन्युः शनैश्चराङ्गारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः जग्मुर्भयं सप्त तथैव लोका धरा वनद्वीप समुद्रगर्भाः ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः अथाभवद्भीषणभीमसोम सैन्यद्वयस्याधमहाहवोऽसौ अशेषसत्त्वक्षयकृत्प्र प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः पदन्ति शस्त्राणि तथोज्ज्वलानि स्वर्भूमि पातालमलं दहन्ति रुद्रक्रोधाद् ब्रह्मशिरो मुमोच सोमोऽपि सोमास्त्रममोकवीर्यम् तयोर्निपातेन समुद्रभूम्यो रथां तरिक्षस्य जभीदिरासीद तदा सुयुद्धं जगदां क्षयाय प्रवृद्धमालोक्य पितामहोऽपि ततः प्रविश्याथ कथञ्चिदेव निवारयामास सुरैः सहैव अकारणं किं क्षयकृज्जनानां सोमत्वयापीदमकार्यकार्यं यस्मात् परस्त्रीहरणाय सोमत्वया कृतं युद्धमदीव भीमम् पापग्रहस्त्वं भविता जनेषु पापोऽस्यलं वह्नि मुखाशिनां त्वम् भार्यामि मामर्पय वाक्पदेस्त्वं प्रमाणयन्नेवमदीयवाचं तथेदि चोवाच हिमांशुमारी युद्धादपाक्रामदः प्रशान्तः बृहस्पतिस्तामथ गृह्यतारां हृष्टो जगाम स्वगृहं च रुद्रः पुलस्त्य उवाच ततः संवत्सरस्यां ते द्वादशादित्यसन्निभः दिव्यपीताम्बरधरो दिव्याभरणभूषितः तारोदरविनिष्क्रान्तः कुमारः सूर्यसन्निभः सर्वार्थशास्त्रविद्विद्वान् हस्तिशास्त्रप्रवर्तकः नाम यद्राजपुत्रोऽयं विश्रुतो राजवैद्यकः राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधस्मृतः जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली ब्रह्माद्यास्तत्र चाजग्मुर्देवादेवर्षिभिः सह बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा पप्रच्युस्ते सुरास्तारां केन जातः कुमारकः ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा पुनः पुनस्तदा पृष्ठा लज्जयं दीवराङ्गना सोमस्येदि चिरादाह तदो गृह्णाद्विधुःसुतं बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले अभिषेकं तद कृत्वा प्रदानमकरोद्विभुः ग्रहमध्यं प्रदायाध ब्रह्मा ब्रह्मर्षिभिर्युधः पश्यतां सर्वभूतानां तत्रैवान्तरधीयत इलोदरे च धर्मिष्ठं बुधपुत्रमजीजनत अश्वमेध शतं साग्रमकरोद्यस्वतेजसा पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः हिमवच्चिकरे रम्ये समाराध्यपितामहं लोकैश्वर्यमगाद्राजन् सप्तद्वीपपदिस्तदा केशिप्रभृतयो दैत्यास्तद्भृतत्वं समागताः उर्वशीयस्य पत्नीत्वमगमद्रूपमोहिता सप्तद्वीपावसुमदी सशैलवनकानना धर्मेण पालिता तेन सर्वलोकहितैषिणा चामरग्रहणाकीर्तिस्वयं चैवाङ्गवाहिका ब्रह्मप्रसादाद्देवेन्द्रो ददा वर्धासनं तदा धर्मार्थकामान् धर्मेण समवेतोऽभ्यपालयद धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः जिज्ञासवस्तच्चरितं कथं पश्यति नः समं भक्त्या चक्रे ततस्तेषामर्क्यपाद्यादिकं ततः आसनत्रयमानीय दिव्यं कनकभूषणं निवेश्याधाकरोत्पूजामीषद्धर्मेधिकां पुनः जग्मदुस्तौ च कामार्थावधिकोपं नृपं प्रति अर्धशापमदात्तस्मै लोभात्वं नाशमेष्यसि कामोऽप्याह तवोन्मादो भविदा गन्धमादने कुमारवनमाश्रित्य वियोगाच्चोर्वशी भवद धर्मोऽप्याकचिरायुस्त्वं धार्मिकश्च भविष्यसि सं तदिस्तव राजेन्द्र यावदाच्चन्द्रतारकं सदशो वृद्धिमायादि ननाशं भुवि यास्यति षष्टिं वर्षाणि चोन्माद ऊर्वशी कामसम्भवः अचिरादेव भार्यापि वशमेष्यति चाप्सराः इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदान्वभूद अहन्यहनि देवेन्द्रं द्रष्टुं व्याधि पुरूरवाः कदाचिदारुह्य रथं दक्षिणाम्बरचारिणा सार्धं शक्रेण सोपश्यन्नीयमानामधाम्बरे केशिना दानवेन्द्रेण चित्रलेखामधोर्वशीं तं विनिर्जित्य समरे विविधायुधपादनैः पुरा शक्रोऽपि समरे येन वज्री विनिर्जितः मित्रत्वमगमत्तेन प्रादादिन्द्राय चोर्वशीं ततः प्रभृति मित्रत्वमगमत्पागशासनः सर्वलोके दिशयितं पुरूरवसमेव तद प्राहवज्रीदुसन्तुष्टो नियदामियमेव च सा पुरूरवसस्प्रीत्यै चागायच्चरितं महद लक्ष्मी स्वयंवरं नाम भरतेन प्रवर्तितं मेनकां चोर्वशीं रम्भां नृत्यध्वमिति चादिशद ननर्तसलयं तत्र लक्ष्मीरूपेण चोर्वशी सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता विस्मृताभिनयं सर्वं यत्पुरातनचोदितं शशापभरतक्रोधाद्वियोगात्तस्य भूतले पञ्च पञ्चाशब्दानि लताभूता भविष्यसि ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरं शापानुभवनान्ते च उर्वशी बुधसूनुना अजीजनः सुतानष्टौ नाम तस्तान्निबोध मे आयुर्दृढायुर्वश्यायुर्बलायुर्धृति मान्वसुः दिव्यजायुषदायुश्च सर्वे दिव्यबलौजसः आयुषो नहुषपुत्रो वृद्धशर्मा तथैव च रजिर्दण्डो विशाखश्च वीराः पञ्चमहारथाः रज्जेः पुत्रशतं जज्ञे राजेया इति विश्रुतं रजिराराधयामास नारायणमकल्मषं तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः देवासुरमनुष्याणामभूत्स विजयी तदा अथ देवासुरं युद्धमभूद्वर्षशतत्रयम् प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः ततो देवासुरैः पृष्ठपृथक् देवश्च दुर्मुखः अनयोर्विजयी कस्याद्रजिर्यत्रेधि सोऽब्रवीद जयाय प्रार्थितो राजा सहायस्त्वं भवस्वनः दैत्यप्राह यदि स्वामी वो भवामि तदस्त्वलं नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा स्वामी भव त्वमस्माकं बलनाशय विद्विषः ततो विनाशिता सर्वे ये वध्या वज्रपाणिनः पुत्रत्वमगमस्तुष्टस्तस्येन्द्रकर्मणा ददः दत्त्वेन्द्राय पुरा राज्यं जगाम तपसे रजिः रजिपुत्रैस्तदा छिन्नं बलादिन्द्रस्य वै यदा यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः राज्यभ्रष्टस्ततश्चक्रो रजिपुत्रनिपीडितः प्राकवाचस्पतिं दीनः पीडितोऽस्मि रजेसुतैः न यज्ञभागो राज्यं मे पीडितस्य बृहस्पदे राज्यलाभाय मे यत्नं विधत्स्वधिषणाधिप ततो बृहस्पतिशक्रमकरोद्बलदर्पितं ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा गत्वाधमोहयामास रजिपुत्रान् बृहस्पतिः जिनधर्मं समास्थाय वेदबाह्यं स धर्मविद वेदत्रयी परिभ्रष्टांश्चकार धिषणाधिपः वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् जखानशक्रो वज्रेण सर्वान्धर्म बहिष्कृतान् नहुषस्य प्रवक्ष्यामि पुत्रान् सप्तैव धार्मिकान् यदिर्ययादिशय्यादिरुत्तरः पर एव च अयतिर्वियतिश्चैव सप्तैदेवंशवर्धनाः यदि कुमारभावेऽपि योगी वैखानसो भवद ययादिरकरोद्राज्यं धर्मैकशरणः सदा शर्मिष्ठा तस्य भार्या भूद्दुहिता वृषपर्वणः भार्गवस्यात्मजा चैव देवयानी च सुव्रता ययादे पञ्चदायादास्तान् प्रवक्ष्यामि नामदः देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत तथा द्रुह्यमणं पूरुं शर्मिष्ठा जनयत्सुतान् यदुः पूरुश्च भरतस्ते वै वंशविवर्धनाः पुरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि पार्थिव यतोस्तु यादवा जादा यत्र तौ बलकेशवौ भारावतारणार्थाय पाण्डवानां हिताय च यतो पुत्रा बभूवुश्च पञ्च देवसुतोपमाः सहस्रजित्तथा ज्येष्ठक्रोष्ठा नीलोऽञ्जिको रघुः सहस्रजितो दायादशदजिन्नाम पार्थिवः शदजितश्च दायादास्त्रयः परमधार्मिकाः हैहयश्च हयश्चैव तथा तालहयश्च यः हैहयस्य तु दायादो धर्मनेत्रप्रतिश्रुतः धर्मनेत्रस्य कुन्दिस्तु संहदस्तस्य चात्मजः संहदस्य तु दायादो महिष्मान्नाम पार्थिवः आसीन्महिष्मदः पुत्रो भद्रसेनप्रतापवान् वाराणस्यामभूद्राजा कथितः पूर्वमेव हि भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः दुर्दमस्य सुदो भीमो धनको नाम वीर्यवान् धनकस्य सुदाह्यासन् चत्वारो लोकविश्रुताः कृदाग्निकृतवीर्यश्च कृतधर्मा तथैव च कृतौजाश्च चतुर्धोऽभूत् कृतवीर्याश्च सोऽर्जुनः जादो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः वर्षायुधं तपस्तेपे दुश्चरं पृथिवीपदिः दत्तमाराधयामास कार्तवीर्योत्रिसम्भवं तस्मै दत्तो वरान् प्रादाच्चतुरपुरुषोत्तमः पूर्वं बाहुसहस्रं तु सवव्रे राजसत्तमः अधर्मं ध्यायमानस्य भीतिश्चापि निवारणं युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलं सङ्ग्रामे वर्तमानस्य वधश्चैवाधिकाद् भवेत् ये रेनेयं वसुमती सप्तद्वीपा सपत्तना सप्तोदधि परिक्षिप्ता क्षात्रेण विधिनाजिदा जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमदः सर्वे यज्ञा महाबाहोस्तस्यासन् भूरिदक्षिणाः सर्वे काञ्चनयूपास्ते सर्वे काञ्चनवेदिकाः सर्वे देवैश्च सम्प्राप्ता विमानस्तैरलङ्कृतैः गन्धर्वैरप्सरोभिश्च नित्यमेवापि सेविताः यस्य यज्ञे जगौ गाधा गन्धर्वो नारदस्तथा कार्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च सप्तद्वीपाननुचरन्वेगेन पवनोपमः पञ्चाशीतिसहस्राणि वर्षाणां च नराधिपः सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूवः स एव पशुपालो भूक्षेत्रपालः स एव हि स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् योऽसौ बाहुसहस्रेण ज्याकादकठिनत्वचा भादिरश्मिसहस्रेण शारदेनेव भास्करः येष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः येष वेगं समुद्रस्य प्रावृत्काले भजेत वै क्रीडदे स्वसुखाये विप्रतिस्रोदो महीपतिः ललना क्रीडदा तेन प्रतिबद्धोर्मि मालिनी ऊर्मिभ्रुकुडीमाला सा शङ्किताभ्येदि नर्मदा एष एव मनोर्वंशे त्ववगाहेन्महार्णवम् करेणो धृत्य वेगं तु कामिनी प्रीणनेन तु तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ भवन्ति लीना निश्चेष्टाः पादालस्था महासुराः तदूरुक्षोपचकिता अमृतोत्पादशङ्किताः नदा निश्चलमूर्धानो भवन्ति जमहोरगाः येष धन्वी च चिक्षेप रावणं प्रदिशायकान् येष धन्वी धनुर्गृह्य उत्सिक्तं पञ्चभिश्शरैः लङ्केशं मोहयित्वा दु सबलं रावणं बलाद निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबन्धतम् ततो गतोऽहं तस्याग्रे अर्जुनं सम्प्रसादयन् मुमोच राजन् पौत्रं मे सख्यं कृत्वा च पार्थिवः तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः युगां ताग्ने प्रवृत्तस्य यथा ज्यातलनिःस्वनः अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनद मृधे सहस्रं बहूनां हेमतालवनं यथा यं वसिष्ठस्तु संक्रुद्धो ह्यर्जुनं शप्तवान् विभुः यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति चित्वा बाहुसहस्रं ते प्रमध्यतरसा बली तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः तस्य रामोऽध हंतासीन् मुनिशापेन धीमतः तस्य पुत्रशतं त्वासीत् पञ्च तत्र महारथाः कृतास्त्रा बलिनशूरा धर्मात्मानो महाबल शूरसेनश्च शूरश्च दृष्टो वै कृष्ण एव च जयध्वजः स वै कर्ता अवन्दिश्चरसापदिः जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः तस्य पुत्रा शतान्येव तालजङ्घा इति स्मृताः तेषां पञ्च कुलान्याः सन् हैहयानां महात्मनां विधिहोत्राश्च संजादा भोजाश्चावन्तयस्तथा तुम्बकेराश्च विक्रान्तास्तालजंकाः प्रकीर्तिताः वीधिहोत्रसुतश्चापि अनन्दो नाम वीर्यवान् दुर्जयस्तस्य पुत्रस्तु बभूव मित्रकर्षणः सद्भावेन महाराजप्रजाधर्मेण पालयन् कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत येन सागरपर्यन्ता धनुषा निर्जिता मही यस्तस्य कीर्तयेन्नाम कल्यमुद्धाय मानवः न तस्य वित्तनाशस्यान्नष्टं च लभते पुनः कार्तवीर्यस्य यो जन्म कथयेदिह धीमदः यथा यष्टा यथा दादा स्वर्गलोके महीयते इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे यदुवंशकीर्तनं नाम द्वादशोऽध्यायः ॐ